अस्तु, सर्वेभ्यः नमो नमः. अस्माकं चलितवर्गः अस्ति कृत् प्रत्ययविषये. तर्हि किञ्चित् आरम्भतया वदामि, अनन्तरं सर्वे वक्तुं शक्नुवन्ति किं किम् आसीत्. तर्हि गतसप्ताहे वयं पठितवन्तः इति अस्माकं धातुः अस्ति धातुतः यत् उत्पद्यते तत् पश्यामः, तत् क्रियापदमस्ति वा कर्तृपदमस्ति वा, उभयोः आगन्तुं शक्नोति. यथा उदाहरणं धातुः अस्ति कृ, कृधातुः ततः आगच्छति करोति, करोति सः कार्यं करोति इति कुत्रापि कृधातुः अस्ति ते करोति, कुरुतः कुर्वन्ति, एतत् सर्वम् आगच्छन्ति, तत्र क्रियापदमस्ति. परन्तु तदेव धातुतः कृ इति पदम् आगच्छति कर्ता कृत्पत्यस्य योजनेन. तर्हि कर्ता इति पदम् अस्ति, तत् क्रियापदं नास्ति. तर्हि यदि धातुः एवं प्रत्ययः योजनेन क्रियापदम् आगच्छति चेत् तत् प्रत्ययस्य नाम तिङ्प्रत्ययः इति वदामः. यदि धातुतः अन्यत् प्रत्यया योजनेन कर्तृपदम् आगच्छति चेत् तत् प्रत्ययस्य नाम कृत् प्रत्ययः इति वदामः, अथवा कृदन्तरूपम् इति वदामः. कृत् अन्ते यस्य सः कृदन्तम् इति बहुव्रीहिः अस्माकं समासः अपि तत्र अस्ति, कृदन्तपदम् इत्युक्ते किं, तद्विषये वयं पठितवन्तः खलु. इति धातुतः तिङ्प्रत्ययः कृत् प्रत्ययः योजनेन कथं भविष्यति. अनन्तरम् एकवारं वयं कृदन्तप्रत्ययं जानीमः चेत् अग्रे किं भवति, सार्वधातुकप्रकरणम् आर्धधातुकप्रकरणम् इत्युक्ते तत्र सार्वधातुकप्रकरणम् इत्युक्ते तत्र गणभेदः, गणं जानीमः चेत् तत्र प्रत्ययस्य योजनेन रूपं कथं भविष्यति तत् वक्तुं शक्यते. यथा शत्रुसानच् विषये भवति इति, धातुः अस्ति वद् वक्तुं शक्यते, तत्र वदन् अस्ति शत्रुप्रत्ययः खलु. कृ धातुः अस्ति कुर्वन् इति अस्ति, क्रीणाति क्री धातुः अस्ति क्रीणन् इति अस्ति, वयं जानीमः. सानच् प्रत्यये अपि नमस्कारः महोदय. शानच् प्रत्ययः अपि वयं जानीमः, धातुः अस्ति प्रकाशः अस्ति चेत् प्रकाशमान, कृधातुः अस्ति चेत् कुर्वाणः, किमपि मानवर्धधातुः अस्ति चेत् वर्धमानः इति एतत् सर्वं धातु अनुगुणं यदि रूपं भविष्यति तत्र सार्वधातुकप्रकरणम् इति वदामः. आर्धधातुकप्रकरणम् अपि इत्युक्ते अत्र पश्यन्तु, तत्र वदन् इति यत् अस्ति, स वदन् इति पदम् अथवा क्रीणन् कुर्वन् प्रकाशमान वर्धमान एतत् सर्वं क्रियापदं नास्ति. वर्धमानः बालकः इति वक्तुं शक्यते. तर्हि वदतु विशेषणं रूपे, हा इत्युक्ते विशेषः यत् अस्ति तत् कर्तृपदम् अस्ति. तर्हि यत् क्रियापदं नास्ति चेत् तत्र तिङ्प्रत्यये एतत् सर्वं न आगच्छन्ति, कृदन्तपदे एतत् सर्वम् आगच्छति यत् वयं जानीमः शत्रुसानच् विषये. परन्तु शत्रुसानच् विषये कस्मिन् गणे अस्ति चेत् वयं जानीमः, यथा सानच् प्रत्यये किं भवति, कुत्र मान भवति कुत्र आन भवति खलु तर्हि कस्मिन् गणे अस्ति चेत् तस्य ज्ञानम् अस्ति चेत् कुत्र मान कुत्र आन भविष्यति एतत् सर्वं वयं सुलभतया कर्तुं शक्नुमः. इदानीम् आर्धधातुकप्रकरणे तस्य विपरीतत्वेन भवति इत्युक्ते गणविषये ज्ञानम् आवश्यकं नास्ति गणभेदः अपि नास्ति. यथा यथा तुमन् अस्ति खलु धातुः अस्ति कृ तुमन् प्रत्ययः योजयामः चेत् कर्तुं परन्तु धातुः अस्ति इदानीं खाद् तुमन् योजयामः चेत् किं भवति खादितुं खादितुं हा खादितुं खादितुम् इति भवति खलु रुद् इदानीं धातुः अस्ति तर्हि किं भवति रोदितुम् इति भविष्यति खलु. तर्हि अत्र भेदः कः तदपि चर्चितवन्तः वयम्. अत्र धातुविषये गणविषये अस्माकं ज्ञानं न आवश्यकं परन्तु इडागमनम् अस्ति वा न वा यथा कृ धातुः अस्ति कर्तुम् इकारस्य आवश्यकता नास्ति. खाद् धातुः अस्ति खादितुं परन्तु इकारस्य आवश्यकता अस्ति इति सार्वधातुकप्रकरणम् आर्धधातुकप्रकरणं कृदन्तपदस्य रूपद्वयम् इति वयं चिन्तितवन्तः चर्चितवन्तः गतसप्ताहे खलु. तदनुसारं वयम् अपि दृष्टवन्तः तत्र प्रत्ययाः अस्माकं वयं दृष्टवन्तः नुल् प्रत्ययः अस्माकम् आसीत् यत्र तत्र कर्तृपदम् आगच्छति नुल् प्रत्यये अक इति योजयामः धातुः अस्ति तत्र धातुः अधिकम् अक नुल् प्रत्यये अक इति योजयामः चेत् रूपाणि भविष्यन्ति. तर्हि धातुः यत् अस्ति तत्र साक्षात् अक इति योजयामः इति नास्ति. यत् धातुः अस्ति तत्र तस्य रूपम् अपि भवति तत्र इत्युक्ते यथा धातुः अस्ति गै अकयोजयामः चेत् गायकः इति भवति इत्युक्ते कुत्र सन्धि भवति कुत्र अन्यत् रूपाणि अपि भवन्ति खलु इति गतसप्ताहे वयं तत्र दृष्टवन्तः. अग्रिमपुटे पश्यन्ति चेत् धातुः अस्ति रक्ष अधिकनुल् प्रत्ययः रक्षकः तत्र कोऽपि भेदः परिवर्तनं न भवति. पच् धातुः अस्ति परिवर्तनं भवति वा पच् अधिकम् अक पाचकः परिवर्तनं भवति उपधा आकारः अस्ति तर्हि आकारः भवति तर्हि किञ्चित् परिवर्तनं भवति. तर्हि कथं जानीमः कुत्र परिवर्तनं भवति वा कथं जानीमः कुत्र परिवर्तनं न भवति वा इति अस्माकं विषयः अस्ति यत् पुस्तके न दत्तमस्ति. तस्मिन् प्रकरणे अस्माकम् एकं करपत्रम् अस्ति सूत्रं जानीमः चेत् सुलभं भविष्यति. तर्हि आगामिसप्ताहे पठामः एतत् अद्य केवलम् अस्माकं प्रत्ययत्रयाः नुल् प्रत्ययः तृच् प्रत्ययः इति वयं पठितवन्तः गतसप्ताहे. अद्यतन किञ्चित् अभ्यासाः सन्ति तत् समाप्य अग्रे ल्युट् इति अन्य एकः प्रत्ययः अस्ति तदपि पठामः. कथा अस्ति अस्माकं विषये अत्र तदपि समापयामः. तदनन्तरम् आगामिसप्ताहे तस्य विषये एकं करपत्रम् अस्ति तदपि कर्तुं शक्नुमः. केवलम् एकं विषयः अस्ति यत् वदामि अत्र प्रश्नः आगच्छति. वयं जानीमः सत्रु सानच् प्रत्यये रूपाणि कथं भविष्यति, विस्तारेण वयं पठितवन्तः एतत् सर्वं. परन्तु आर्धधातुकप्रकरणे यत्र इडागमनं भवति, कुत्र भवति कुत्र न भवति कथं जानीमः, तस्मिन् विषये अपि किञ्चित् वयं पूर्वे पठितवन्तः एव. यदि चिन्तयन्ति तत्र यदि इडागमनं भवति तर्हि सेट् सः इट् सेट् इति वक्तुं शक्यते. हा, तत् इडागमनं नास्ति चेत् अनेट् इति वक्तुं शक्यते. सेट् अनेट् इति सन्ति. तर्हि यदि धातुः सेट् अस्ति एवं प्रत्ययः अपि सेट् अस्ति चेत् इडागमनं भवति. यदि एकमेव सेट् अस्ति द्वितीयम् अनेट् अस्ति तर्हि इडागमनं न भवति, इकारस्य आगमनं न भवति. तस्मिन् विषये आगामिसप्ताहे वयं पठामः सेट् अनेट् विषये, कथं जानीमः कुत्र इकारस्य आगमनम् अस्ति कुत्र इकारस्य आगमनं नास्ति. परन्तु सेट् अनेट् विषये वयं किञ्चित् पठितवन्तः एव. धातु यदि अनेट् वेट् अस्ति चेत् सेट् अस्ति अनेट् अस्ति वेट् अपि अस्ति न. हा, केवलम् अस्मिन् इकारस्य प्रकरणे केवलं सेट् अनेट् इति पर्याप्तमस्ति. केवलं सेट् अनेट् सेट् द्वयोः धातुः एवं प्रत्ययः द्वयोः सेट् अस्ति चेत् इकारस्य आगमनं भवति अथवा नास्ति. अस्तु, तर्हि गतसप्ताहे प्रसादमहोदय एवम् उदयकुमारमहोदय अपि नासन्, तर्हि शीघ्रमेव कानिचन उदाहरणानि पठामः. नुल् प्रत्ययः इत्युक्ते किं? प्रसादमहोदय, महोदय पठति वा? उदाहरणानि सन्ति तत्र. गायति इति, गायति इति पश्यति वा? रक्षति अस्ति, रक्षति. पठतु ततः अधुभागे, हा समापयतु तत् उदाहरणानि ये सन्ति. गायति, ओके. गायति गौ धातु, गै गै गै गै गै नुल् गायकः. नुल् इति प्रत्ययः. नुल् प्रत्ययः. नयति नी नुल् प्रत्ययः नायकः. वहति वह अधिकं नुल् धातु वाहकः. नुल् प्रत्ययः. नुल् प्रत्ययः. वह इति धातुः, नुल् इति प्रत्ययः. प्रत्ययः वह धातु अधिकं नुल् प्रत्ययः वाहकः. रक्षति रक् धातुः नुल् प्रत्ययः रक्षकः. इदानीं केवलम् अर्चति अर्चकः एतत् इति वदतु. अर्चति अर्चकः. पचति पाचकः. क्षिपति क्षेपकः. वीक्षते वीक्षकः. गृह्णाति ग्राहकः. गृह्णाति गृह्णाति गृह्णाति ग्राहकः. लिखति लेखकः. बाधते बाधकः. पृच्छति पृच्छकः पृच्छकः. पुष्पाति पुष्णाति पोषकः. चालयति चालकः. पाठयति पाठकः. प्रापयति प्रापकः. परिवेषयति परिवेषकः. परिशीलयति परिशीलकः परिशीलकः. अध्यापयति अध्यापकः. इति अस्ति खलु. अत्र लिङ्गपरिवर्तनम् अपि भवति. स्त्रीलिङ्गपदानि अपि सन्ति, नपुंसकलिङ्गपदानि अपि सन्ति. परन्तु एतत् सर्वं कर्तृपदानि सन्ति. एतत् सर्वं यत् भवान् पठितवान् इदानीं, तर्हि धातुः जानीमः. एवं तत्र नुल् प्रत्ययः योजनेन यत् रूपं भवति तद्भवति कर्तृपदं, न तु क्रियापदम् इति अस्ति. नुल् प्रत्ययः, तर्हि उदयकुमारमहोदय तृच् प्रत्ययस्य उदाहरणानि अग्रिमपुटे अस्ति, पठति वा शृणोति? आम् शृणोति श्रोता, अत्र श्रु अधिकं त्वच् प्रत्यय श्रोता. ओके, तृच् करोति कर्ता, गच्छति गन्त, पठति पठिता, पृच्छति प्रष्टा, ददाति दाता, भुङ्क्ते भोक्ता, धरति धर्ता, गायति गाता, हन्ति हन्ता, लभते लब्धा, अधीते अध्येत, विक्रीणीते विक्रेता, स्मरति स्मर्ता, चिनोति चेता, प्रविशति प्रवेष्टा, ददाति दाता, जानाति ज्ञाता. इति अस्ति. तर्हि भिन्नं किम्? वदतु महोदय, उदयकुमार महोदय वदतु. मम प्रश्नः, अत्र पूर्वे नूल् प्रत्यय पठितवान्, अत्र तृच् अस्ति, तेन भिन्नः कः इति? हा हा हा, इत्युक्ते भिन्नम् इति, भिन्नः इत्युक्ते रूपभिन्नम् अस्ति, परन्तु अन्तिमपरिणामः यत् भवति, अन्तिमरूपं यत् भवति, तस्य अर्थः यत् अस्ति तत्तु कर्ता एव, तत् कर्ता एव. हा, परन्तु रूपभेदः अस्ति. यदि रक्षति, रक्षति पद अस्ति चेत्, रक्ष धातोः, तस्य तृच् प्रत्यय भिन्नं भवति वा? हा, निश्चयेन भिन्नं भवति. इत्युक्ते अन्तिमः अक इति नास्ति, पश्यन्ति वा अत्र? रक्षिता इति भवति वा अत्र? अत्र पश्यतु, तत्र अत्र साधारणनियमः अस्ति, यदि नुल् इति प्रत्ययः अस्ति चेत् अन्तिमवर्णः यत् अस्ति तत्र ककारः अस्ति, खलु, पुल्लिङ्गे. पुल्लिङ्गे किमर्थम् इत्युक्ते नुल् प्रत्ययेन धातुतः यत् रूपम् आगच्छति अक इति योजनेन आगच्छति, खलु, अक इति योजनेन आगच्छति. परन्तु तृच् प्रत्यये किं भवति? तृच् इति योजनेन चकारस्य तु लोपः भेदति, यत् त एवं रकारः अस्ति तस्य कानिचन नियमानि सन्ति इति कृत्वा धातुः अस्ति तृच् प्रत्यये अन्ते तकारः एवम् आकारः आगच्छति इति पुल्लिङ्गविषयः अस्ति चेत्. तर्हि किमपि धातुः अस्ति एवं तत्र तृच् प्रत्ययः योजयामः चेत् तत्र तकारस्य आगमनं भविष्यति, एवं केवलं तकारः न, तकारः अग्रे आकारः आगच्छति अपि. तर्हि भेदः इत्युक्ते अर्थभेदः अस्ति एव, सूक्ष्मभेदः अस्ति, परन्तु एतत् सर्वं कर्तृपदं सूचयन्ति. एवं रूपभेदः अस्ति चेत् नुल् प्रत्यये ककारः अन्ते दृश्यते, तृच् प्रत्यये तकारः अन्ते दृश्यते इति भेदः. तदेव धातुः नयामः चेत् एकमेव धातुः नयामः, एवं नुल् प्रत्यये योजयामः चेत् अन्ते ककारः आगच्छति, तदेव धातु तृच् प्रत्यये नयामः चेत् अन्ते तकारः आगच्छति इति भेदः. तदेव यदि रक्ष अस्ति चेत् रक्षकः इति नुल् प्रत्यय, यदि तृच् प्रत्यय उपयुज्य कुर्मः चेत् रक्षिता इति, इति भविष्यति. किमपि इदानीं तु नियमानि वयं न पठामः, इदानीं केवलं परिचयः अस्ति पुस्तके, केवलं साधारण परिचयः अस्ति, आगामिसप्ताहे नियमानि आगमिष्यन्ति. तर्हि धातुः किम् अस्ति, तत्र तृच् प्रत्ययः योजयामः चेत् कानि कानि नियमानि सन्ति, सोपानेन पश्यामः चेत् अन्तिमरूपं किं भविष्यति तत् आयाति एव. परन्तु भवतः प्रश्नः समीचीनमेव, तर्हि हा केवलं स्पष्टीकरणार्थं वदामि इति द्वयोः परिणामः यद् भवति तद्भवति कर्तृपदं रूपभेदः अस्ति नुल् प्रत्यये अन्ते का दृश्यते तृच् प्रत्यये अन्ते तकारः दृश्यते इति भेदः अस्ति अस्तु तत्र कुशलमहोदय भवतः प्रश्नः आसीत् मम प्रश्नः रूपम् अस्ति तृच् प्रत्यये पुल्लिङ्ग् दातारूपं दातावत् स्त्रीलिङ्गं मातावत् नपुंसकलिङ्गं कः स्त्रीलिङ्गं मातावत् वा स्त्रीलिङ्गं मातावत् नदीवत् नदीवत् माता नदीवत् नदी अत्र पश्यतु पश्यतु अत्र अत्र उदाहरणं दत्तमस्ति खलु महोदय नपुंसकलिङ्गम् अहं न जानामि तत्र लिखति तत् तदेव तदेव दा इति धातुः तृच् प्रत्ययः योजयामः चेत् पुल्लिङ्गे दाता स्त्रीलिङ्गे दात्री नपुंसकलिङ्गे दातृ इति भवति पुस्तके दत्तमस्ति पश्यतु इति अस्ति वयं पठितवन्तः गतसप्ताहे नपुंसकलिङ्गे पदानि आसन् अस्तु समीचीनम् अग्रे गच्छामः इदानीं हा अग्रे गच्छामः अस्माकं तृतीय उदाहरणम् अग्रिमपुटे अस्ति उचितेन पदेन विनोद महोदय पठति वा महोदय उचितेन पदेन लुल्तेन लुल्तेन तृजन्तेन वा वाक्यं पूरयत प्रथम तत्र एकः एव लिख अधिकं वुल् अस्ति लेखक अस्ति लेखकः पूर्णवाक्यं वदतु एकवारं महोदय धातु लिख् प्रत्यय वुल् तत्र अक् आगमति लिख् अधिकम् अक् लेखकः पूर्णवाक्यं वदतु इदानीम् एकवारम् तत्र एकः एव लेखकः अस्ति इति परिवर्तन लेखकः समीचीनम् अस्तु हा सरिता भगिनी अग्रे नीलभीमौ प्रसिद्धौ नलभीमौ प्रसिद्धौ पच् अधिकण्वुल् पच् अधिक अक पाचकः द्वितीया विभक्ति अस्ति पाचकौ नलभीमौ प्रसिद्धौ प्रथमाविभक्ति द्विवचनं धन्यवादः नलभीमौ प्रसिद्धौ पाचकौ इति अस्ति समीचीनम् अस्तु देवकान्तमहोदय अग्रे महाविद्यालये कुत्र कुर्वन् कुत्र पठन् अस्ति तृतीय अभ्यासः महोदय अग्रिमपुटे अस्ति अष्टपञ्चाशत् एकशततम पुटे उचितेन पदेन इति अस्ति अस्तु अस्तु अग्रे देवगन् महोदय महाविद्यालये पठ् अधियं तृच् बालिकाः बह्वयः सन्ति महाविद्यालये पठित्रयः बालिकाः बह्वयः सन्ति पठिति नदी इव भवति पठिति पठिते पठित्यौ पठित्यः अहं मन्ये स्त्रीलिङ्गे पठित्री अस्ति पठित्री एकवचनं पठिति एकवचनरूपे पठित्री बहुवचनरूपे पठित्रयः त्र अस्ति पठित्रयः इति अहं मन्ये महाविद्यालये पठित्रयः बालिकाः बह्वयः सन्ति समीचीनमस्ति समीचीनमस्ति अस्माकम् उदाहरणं दत्तमस्ति खलु दाता दात्री दात्री दात्रयः पठित्री पठित्रयः इति अस्ति समीचीनम् अस्तु अग्रे उदयकुमार महोदय. संस्कृतस्य वर्धने समस्याः अस्माभिः परिहर्त्याः समस्याः बहुवचनमस्ति. बाधकौ बाधके समस्या स्त्रीलिङ्गपदमस्ति, बहुवचने अस्ति परन्तु स्त्रीलिङ्गे अस्ति. तथापि बाधकाः एव भवति, बाधिकाः न बाधिकाः. ओ, स्त्रीलिङ्गे एकारमस्ति. ओके, बाधिकाः. पूर्णवाक्यं वदतु महोदय. संस्कृतस्य वर्धने बाधिकाः समस्याः अस्माभिः परिहर्तव्याः. समीचीनम्. अस्तु, अश्लेष महोदय अग्रे. बृहद्यानानि कदाचित् प्राणानां भवन्ति. अप अधिकं ऋ अधिकं नोल्. प्राणानां बहुवचने अस्ति. अप्रकाः भवन्ति. पुनः चिन्तयतु, चिन्तयतु एकवारम्, एकवारं चिन्तयतु महोदय. अत्र प्राणानां कीदृशं पदमस्ति चिन्तयतु एकवारं. षष्ठी विभक्ति अस्ति न तत्र. बहुवचन षष्ठी. अपराकाणां भवन्ति. बृहद्यानानि अस्ति, बृहद्यानानि पुंसकलिङ्गे कर्तृपदम्. चिन्तयतु एकवारं महोदय. तत्र लिङ्गं किं, वचनं किं, विभक्ति का इति चिन्तयति चेत् सम्यक् भविष्यति. बृहत् यानानि, यानानि यानानि नपुंसकलिङ्गमस्ति बहुवचने. इदानीं बृहद्यानानि कदाचित् प्राणानां अप्रकाणानि भवन्ति. पुनः पुनः पदं वदतु. अप्रहकाणानि अपहारकाणानि. अपहार, ओके. अपहारकाणानि अपहारकाणि अपहारकाणि भवन्ति. रक्षकः रक्षिका रक्षकं, खलु. ग्राहकः ग्राहिका ग्राहकम् इति रूपाणि सन्ति खलु. तर्हि अत्र किं भवति? अपहारकः अपहारिका अपहारकम् अपहारकम् इति पदमस्ति. एकवचने प्रथमाविभक्तौ एकवचने पदमस्ति अपहारकम्. तर्हि अत्र बृहत् यानानि कदाचित् प्राणानाम्, अत्र कर्तृपदमस्ति खलु. तर्हि बृहत् यानानि इति नपुंसकलिङ्गबहुवचने अस्ति, अतः अपहारकं बहुवचनं भवति केवलं, खलु. अश्लेष महोदय. आमाम् आम्. तर्हि वदतु इदानीम् एकवारं पुनः पुनः पुनः. अपहारकम् अस्ति बृहद्. अहं किञ्चित् वाक्यस्य अर्थं चिन्तमानः अस्मि. तर्हि बृहद्यानानि कदाचित् प्राणानाम् अपहारकाणि भवन्ति. एतत् अस्ति वा? इति अस्ति. परन्तु अहम् अर्थम् अपि स्पष्टं नास्ति. नास्ति अर्थं न स्पष्टमस्ति वा? यानानि अवगच्छामि, बृहद् अधिकसङ्ख्या अस्ति तस्य. तत् अस्ति कदाचित् प्राणानाम् अपहारकाणि, तस्य अर्थं न अपहारकः इति जानाति वा, जानाति वा अर्थं? न जानाति. अपहरति जानाति वा? अपहरति अपहरणं जानाति, जानामि. To take away the life, pranaanam apaharakani. Stealing the life away, right? Haan. Dhuhapyanani yad bhavishati. Avadatu. Aamam, avagachami. Avagachami. Pranaanam apaharakani. Aamam, astu. Rakshanam naasti tattasya viparitam asti. Aam. Astu. Samichinam. Agre, Prasad Mahodaya. बहवः राष्ट्रहितं न चिन्तयति. बहवः नेतारः राष्ट्रहितं न चिन्तयति चिन्तयन्ति. नी धातु अस्ति, नेता अस्ति, बहुवचनरूपं नेतारः. समीचीनं महोदय, सुन्दरं, तथा अस्ति. कुशलमहोदय अग्रे. आमां सर्वदा अन्यैः कृतस्य उपकारस्य भावः स्मर. उपकारस्य षष्ठी विभक्ति भवति. आवाम् उत्तमपुरुष द्विवचनम् अहम् आवां वयं स्मर स्मृता तृच् धातृच् प्रत्ययः. अत्र केवलं महोदय तत्र उदाहरणमपि दत्तमस्ति खलु, स्मृ अधिकं तृच् स्मर्ता इति रूपं भविष्यति. स्मर्ता स्मर्ता स्मर्ता उत्तमपुरुष स्मर्ता इदानीम् उत्तमपुरुषः इति नास्ति किमपि, उत्तमपुरुषः इति चिन्तयन्तु. अत्र वचनं चिन्तयतु किं भविष्यति, तदेव अस्ति एकवचनम् उपकारस्य स्मृतस्य. अर्थं चिन्तयतु महोदय, अर्थम् इति आवश्यकम्, अर्थज्ञानम् आवश्यकम्. सर्वदा अन्ये कृतस्य उपकारस्य अन्यैः सदा स्मरणं कर्तुं शक्नुमः. अन्य कोऽपि कार्यं करोति उपकारस्य जानामि. अस्तु, सम्यक् नास्ति महोदय तत् भवतः. अस्तु अस्तु, उदयकुमार महोदय वदति वा महोदय, किञ्चित् साहाय्यं करोति वा? आमां सर्वदा अन्यैः कृतस्य उपकारस्य स्मर्तारः भवावः द्विवचनमस्ति, भवावः अस्ति खलु. हा, परन्तु अत्र स्मर्तारः किमर्थं? स्मर्ता अस्ति एकवचनं, स्मर्ता अन्यैः अस्ति खलु, अत्र बहुवचनमस्ति, अत्र अन्याय उपकारस्य अन्यैः बहुवचनम् अस्ति वा, एकवचनं किम्? अन्ये अस्ति तृतीय बहुवचन अन्यैः बहुवचनं. अतः भविष्यति खलु स्मर्तारः, स्मर्तारः अत्र आवां भवावः केवलं आवां भवावः इति भ्रमात्मकः अस्ति कोऽपि चिन्तयति चेत् परन्तु आवां भवावः इति तत्र केवलं वाक्ये अस्ति कोऽपि जनद्वयमिति चिन्तयन्ति खलु परन्तु इदानीं स्मृ अधिकं तृच् तदेव कर्तृपदम् अन्यैः कृतस्य इति पदेन सह अन्यैः पदेन सह योजयामः चेत् सम्यक् भविष्यति. द्विवचनस्य न कोऽपि अत्र सम्पर्कः अस्ति स्मृधातु विषये अस्मिन् वाक्ये. अवगच्छति महोदय? कुशलमहोदय वा? अस्तु, भवान् करोतु अग्रिमं तरे. स्मृतयां किं नृत्यकार्यक्रमे द्वे बाले एव वि अधिकम् इच्छ रोल् प्रत्यय अस्ताम् वि रसै दीर्घ इ भवति वीक्षकः द्वे बाले वीक्षकौ कार्यक्रमे महोदय वदतु पुनः. तो एकवचनं वीक्षकः भिक्षकः इति नास्ति वीक्षिका नो सत्य न वीक्षिका बाले इति अस्ति खलु द्वे बाले द्विवचनं लिङ्गं पुल्लिङ्गं वीक्षिकौ बाले इति एवम् अस्ति वा महोदय? लिङ्गं बालः बाले भवति वा? बाले स्त्रीलिङ्गं. तर्हि वदतु इदानीं कार्यक्रमे द्वे बाले एव वीक्षिके आस्ताम्. अस्तु, समीचीनमस्ति. विनोद् महोदय अग्रे. माता पितरौ एव शिशोः उत्तमौ बाल भवतः अत्र उत्तमौ द्विवचनं तत्र पालक अधिकवुल् पालकः परिवर्तन पालकौ तत्र मातापितरौ एव शिशोः उत्तमौ पालकौ भवतः. अस्तु, सरिता भगिनी तदेव वाक्यं वदतु इदानीं. पिता मातारौ इदानीम् अस्ति. मातापितरौ न भवान् समीचीनमस्ति महोदय. वदतु. पिता मातारौ अस्ति चेत् तत्र स्त्रीलिङ्गं भवति, पालिका भवति, पालिके भवति द्विवचने. पिता मातारौ एव शिशोः उत्तमे पालिके भवतः इति अस्ति खलु. अन्तिमं यत् पदमस्ति तत् लिङ्गं भविष्यति समस्तपदस्य अन्तिमपदं यत् अस्ति इति अस्ति. हा, समीचीनं. तथा एव देवकान्तमहोदय अग्रे. मम द्वे पुत्र्यौ अपि संस्कृतस्य अधिकम् ई अधिकं तृच् प्रत्ययः स्तः मम द्वे पुत्र्यौ अपि संस्कृतस्य अधित्र्यौ स्तः समीचीनं भगिनि सरिता भगिनि अधीना अध्ये अध्येत्र्यौ स्तः ओके अतः उदाहरणमपि अस्ति पूर्वतनपुटे अधीते पश्यतु एकवारम् अधीते अध्येता पुलिङ्गे आमामाम् अध्येता अध्येत्री ओके पुल्लिङ्गे अध्येत्री समीचीनं अध्येत्र्यौ समीचीनमस्ति पुनः पुनः एकवारं वाक्यं वदतु मम द्वे पुत्र्यौ अपि संस्कृतस्य अध्येत्र्यौ स्तः इति अस्ति अस्तु अग्रे अश्लेष महोदय समाजस्य जनमानसे सर्वदापि निवसन्ति ध्रुव अधिकं ध्रुव दत्तमस्ति धर्ता उत् अधिकं धर्ता उद्धर्ता उद्धर्तारः समाजस्य उद्धर्तारः जनमानसे सर्वदापि निवसन्ति समीचीनम् अस्तु अत्युत्तमं प्रसाद् महोदय अप्रियस्य च पत्यस्य तस्य अप्रियस्य च तस्य वक्ता श्रोता च दुर्लभः इति अस्ति खलु अत्र लिङ्गं किमस्ति द्विलिङ्ग् किमपि न जानीमः चेत् इति अस्माकं पुल्लिङ्गे वक्तुं शक्नुमः पुल्लिङ्गे वक्तुं शक्नुमः अप्रियस्य अप्रियः अस्ति खलु अप्रियः नास्ति पथ्यस्य पथ्यस्य पथः इति अस्ति खलु पथ्यः पथ्यः रूपं अहं न जानामि पथ्य मार्गः इति चिन्तयामि पथः अस्ति चेत् परन्तु पथस्य इति भवति पथ्यस्य अस्ति अतः न जानामि यदि पथः वा अथवा पद्यस्य वा दकारः नाम जानामि वक्ता श्रोता दुर्लभः हा इति अस्ति निश्चयेन परन्तु तत् तत् पत् पदं यत् अस्ति पथ्यः इति चिन्तयामि इति एकवचनं रूपमस्ति चेत् तर्हि पथ्यस्य इति भवति अस्ति अप्रियः तु लिङ्गमेव पुल्लिङ्गमस्ति अप्रियः निश्चयेन अतः अप्रियः पुल्लिङ्गे अस्ति चेत् वक्ता श्रोता अपि भवति श्रोतस्य च इति अस्ति अस्तु समीचीनम् अग्रिमपुटे अस्माकं प्रश्नः अपि उदयकुमारमहोदयस्य आसीत् महोदय पठति वा अग्रिमपुटे सर्वेभ्यो अपि धातुभ्यः श्लोकानि त्यजामः अग्रे अग्रे वा सर्वेभ्यो अपि धातुभ्यः ओके सर्वेभ्यो अपि धातुभ्यः नूल् पृच् प्रत्ययोः भवतः यथा नी नायकः नेता रक्षकः रक्षिता प्रच्छकः प्रष्टा परन्तु केचन दातवः एतदेव महोदय भवतः प्रश्नः आसीत् खलु किञ्चित् चर्चितवन्तः वयं किञ्चित् चर्चितवन्तः वयम् अस्माकम् आरम्भे परन्तु अत्रापि लिखितमस्ति महोदय एकः प्रश्नः नायकः नेता अर्थं भिन्नमस्ति खलु निश्चयेन परन्तु अर्थं तु भिन्नमेव अर्थं समानम् एव इति नास्ति परन्तु द्वयोः कर्तृपदमस्ति इति विषयः अर्थं समानम् इति कदापि न उक्तं खलु परन्तु परिणाम अन्तिमरूपं यत् भविष्यति तत् कर्तृपदं सूचयति इति वार्ता अस्ति अस्तु समीचीनम् अस्तु अग्रे कः कुशलमहोदय पठितं वा प्रसाद् महोदय पठितं कुशलमहोदय अग्रे करोतु महोदय परन्तु केचन धातवः अन्योः एकेन यत्र एव प्रत्ययेन युक्ताः प्रसिद्धाः सन्ति उदाहरणं श्रुधातु प्रसिद्धः श्रोता तृच् प्रत्ययः अप्रसिद्धः श्रावकः नूल् प्रत्ययः श्रोता अधिकप्रसिद्धः स्तु धातु स्तोता तृच् प्रत्ययः स्तावकः प्रसिद्धः नास्ति अर्च अर्चकः अर्चिता पच् धातु पाचकः पक्ता पक्ता प्रसिद्धः पाचकः प्रसिद्धः इति अस्ति खलु भवत्येव निश्चयेन परन्तु बहुत्र दृश्यते वा इति प्रश्नः अग्रिमं वाक्यं समापयतु महोदय यत् लिखितम् अतः व्यवहारे ये प्रसिद्धाः तेषां एव अधिकतया प्रयोगः भवतु अप्रसिद्धानां प्रयोगे अपि न दोषः इति तु स्मर्तव्यम् इत्युक्ते समानार्थम् इति अर्थं वा समानार्थं परन्तु तत्र प्रयोगः प्रसिद्धप्रयोगः अप्रसिद्धः इत्युक्ते यदि तृच्पतय श्रोता इति वदति परन्तु श्रावकः अपि समानपदं परन्तु अप्रसिद्धः इति अर्थं वा इति न न न न न न न तथा नास्ति अर्थं समानमिति इति नास्ति प्रत्ययस्य रूपं भवति एव यत्र श्रावकः यत् अस्ति अथवा स्तावकः यत् अस्ति पक्ता यत् अस्ति रूपाणि कर्तृपदानि अपि सन्ति तत् परन्तु तस्य प्रयोगः समानम् इति न अर्थं समानं नास्ति अतः प्रयोगः न भवति तदेव प्रश्नः आसीत् देवकान्तमहोदयस्य खलु पश्यतु तत्र नायकः नेता समानमर्थं वा समानमेव किल किञ्चित् भावार्थं किञ्चित् भिन्नं भवितुम् अर्हति परन्तु हा इत्युक्ते समानं साक्षात् समानम् इति न वक्तुं शक्यते परन्तु किं वक्तुं शक्यते इत्युक्ते द्वयोः कर्तृपदम् इति वक्तुं शक्यते कुत्र समानं साधारणतया समानम् अर्थं भवितुम् अर्हति परन्तु नेता इति नेता कुत्र वक्तुं शक्यते नेता इत्युक्ते देशस्य रक्षणं यत् करोति प्रधानमन्त्री अस्ति वा राष्ट्रपतिमहोदयम् अस्ति वा एतत् सर्वं नेता इति वक्तुं शक्यते खलु परन्तु नायकः इत्युक्ते महाभारतस्य नायकः रामायणस्य नायकः अथवा कल्पनायाः कोऽपि साहित्ये कोऽपि अस्ति, इतिहासे कोऽपि अस्ति, नायकः अपि वक्तुं शक्यते, परन्तु तत्र नेता इति न वक्तुं शक्नुमः खलु. तस्य व्यवहारः किञ्चित् भिन्नतया भवति. हा, परन्तु निश्चयेन वक्तुं शक्यते कुत्रापि नेता वा नायकः वा द्वयोः कर्तृपदस्य द्वयोः यत्रापि व्यवहारः भवति कर्तृपदं तु निश्चयेन भवति इति निश्चयं. कुत्रापि समानः अर्थः अस्ति, अत्र केवलं दत्तमस्ति तदेव पदस्य कुत्रापि नुल् प्रत्ययः कुत्रापि तृच् प्रत्ययः भवति, कुत्र कुत्र एकमेव प्रसिद्धः कुत्र कुत्र द्वयोः इति प्रसिद्धः, यत् अथवा यत्र नायकः अपि प्रसिद्धः नेता अपि प्रसिद्धः द्वयोः प्रसिद्धः एकमेव नै इति धातुतः खलु. परन्तु अत्र चतुर् श्रोता अथवा श्रावकः, श्रोता इति बहु प्रसिद्धः, श्रावकः इति बहुत्र न दृश्यते इति केवलम् इति उक्तम् अत्र. प्रश्नमस्ति. हा वदतु महोदय. धातु यदि यदि धातोः अर्थं कोऽपि जानाति, प्रत्ययः अर्थमपि कोऽपि जानाति, तर्हि ये पदं भवति तस्य अपि अर्थं ज्ञातुं शक्नुमः. हा हा कर्तुं शक्नुमः इत्युक्ते धातुतः धातुः किमपि सूचयति खलु. धातुः इत्युक्ते इदानीं पश्यतु, धातुः अस्ति कृ. इदानीं कृ इति धातुः यदा वयं शृण्मः तर्हि मनसि किम् आगच्छति? करोति. करोति इति आगच्छति खलु, इत्युक्ते कोऽपि कार्यमस्ति तत् करणीयम् इति भविष्यति इति मनसि आगच्छति. इदानीं तिङ् प्रत्यये करोति इति भवति, कृत् प्रत्यये भवति, तदेव कृ, परन्तु कर्ता. हा कर्ता, कर्ता इति भवति कर्ता. तृच् प्रत्यये कर्ता इति भवति. तर्हि कर्ता इति यत् भवति, कर्ता इत्युक्ते किं? यः तदेव कार्यं करोति खलु. तर्हि क्रियापदमस्ति चेत् करोति भवति, कर्तृपदमस्ति चेत् कर्ता इति भवति. परन्तु द्वयोः अर्थं कृ धातुतः आगच्छति. कृ धातुः इत्युक्ते किं? तस्य एकः अर्थः अस्ति, तज्जानीमः चेत् तस्य किमपि प्रत्ययः भवतु, क्रियापदं वा कर्तृपदं वा, तस्य अर्थः किं भवति इति धातुतः आगच्छति. यथा धातुः अस्ति दा, दा धातुः अस्ति, दानम् इति भविष्यति. अन्यतेव प्रत्ययः अस्ति, अद्य एव पठामः, दानमस्ति. परन्तु दा धातुः इदानीं तिङ् प्रत्ययः भवति चेत् ददाति, दानक्रिया भवति खलु. ददाति इति दानक्रिया अपि भवति. तर्हि धातुः यत् अस्ति तस्य एकम् अर्थमेव अस्ति, अत्र प्रत्ययस्य योजनेन रूपभेदं भविष्यति, क्रियापदं वा कर्तृपदं वा, तर्हि तस्य अर्थः अपि वक्तुं शक्यते खलु. तथा अस्ति. अस्तु, समीचीनं. नूतनप्रत्ययः अस्ति, अन्तिमप्रत्ययः अध्यायस्य, शीघ्रमेव पठित्वा कथा अपि अस्ति, तदेव पठामः. हा, प्रयत्नं कुर्मः. अस्तु, विनोद् महोदय अग्रे पठति वा महोदय. ल्युट् प्रत्ययः, एतानि वाक्यानि सावधानं पठत. गीतायाः पठनं मम दैनन्दिनं कार्यम्. गीतायाः अस्माभिः संस्कृतस्य रक्षणं करणीयम् करणीयम्. देवः साधूनां परित्रायणाय युगे युगे अवतरति. तस्य गीतस्य श्रवणेन आनन्दः जातः. भारतीयसंस्कृतेः अध्ययने आसक् अर्थाः बहवः सन्ति इति अति अस्ति तर्हि पठनं रक्षणं परित्राणाय श्रवणेन अध्ययेन अध्ययने एतत् सर्वं पदानि सन्ति खलु सरिता भगिनी अग्रे पठति वा एतेषु स्थूलाक्षरैः मुद्रितानि पदानि परिशीलयत एतादृशानि बहूनि पदानि अस्माभिः प्रयुज्यन्ते एते लुट् प्रत्ययान्ताः शब्दाः धातोः भावार्थे अयं प्रत्ययः भवति तस्य अन इति आदेशः भवति अत्र अतः यत्र लुट् प्रत्ययः तत्र सर्वत्रापि अन इति श्रूयते एवं लुट् प्रत्ययम् अभिज्ञातुं शक्नुमः तत् प्रत्ययान्तः शब्दः सर्वदा नपुंसकलिङ्गे नपुंसकलिङ्गः भवति अत्र पठनं रक्षणीयं परित्राणायं श्रवणम् अध्ययनम् इति सर्वे शब्दाः भवति उदाहरणे ते सर्वे शब्दाः ल्युट् इति ल्युट् प्रत्ययान्तशब्दाः तस्य अर्थ धातोः भावार्थे तस्य ल्युट् प्रत्ययः भवति अन इति आदेशः यथा पठ अधिक पठति अस्ति चेत् पठ अधिक अन पठनम् अम् किमर्थं प्रत्ययान्तरूपं सर्वदा नपुंसकलिङ्गे भवति इत्यर्थे यदि अन् अन् अन् अम् श्रूयते चेत् सर्वदा ल्युट् प्रत्ययार्थे भवति इति ज्ञातुं शक्नुमः एतत् सावधानम् अवलोकयत समीचीनं भगिनि अन्य कोऽपि पठेत् इति अस्ति खलु तर्हि धातुः अस्ति ल्युट् प्रत्ययः योजयामः चेत् अन इति जोडयामः अन्ते मकारः श्रूयते किमर्थं सर्वदा नपुंसकलिङ्गे यथा अस्माकं नुल् प्रत्ययः अस्ति अथवा तृच् प्रत्ययः अस्ति तादृशः नास्ति अत्र तादृशः लिङ्गभेदः नास्ति इति प्रथमभेदः अस्ति लिङ्गस्य लिङ्गं भिद्यते अत्र किमर्थम् इत्युक्ते लिङ्गं न भिद्यते केवलं नपुंसकलिङ्गे केवलं नपुंसकलिङ्गे अस्ति यथवा नुल् प्रत्यये वा तृच् प्रत्यये तत्र त्रिषु लिङ्गेषु भवति परन्तु अत्र केवलं नपुंसकलिङ्गपदम् अस्ति अनयोजनेन अन्ते नकारः इति कोऽपि चिन्तयति श्रूयते इति परन्तु नपुंसकलिङ्गे अस्ति अतः मकारः इति श्रूयते अस्तु देवकान्तमहोदय अग्रे पठति वा आमाम् एतत् सावधानम् अवलोकयत पठति पठ अधियं ल्युट् पठनं रक्षति रक्षधियं ल्युट् रक्षणं शृणोति श्रु अधियं ल्युट् श्रवणं स्थापयति स्थापि अधियं ल्युट् स्थापनं परिशीलयति उपसर्गपरि अधियं शीलि अधियं ल्युट् परिशीलनं समीचीनम् अत्र साधारणतया बहु सरलमस्ति रूपं कोऽपि बहु क्लेशः इति नास्ति अस्तु कानिचन उदाहरणानि करिष्यामः अग्रे उदयकुमार् महोदय यतोदाहरणं ल्युट् प्रत्ययान्तेन शब्देन रिक्तस्थानानि पूरयत यथा स्मरति स्मृदातु ल्युट् स्मरणं स्तौति स्तु इति धातु अन स्तवनम् अर्थम् इत्युक्ते किं महोदय स्तवनम् इत्युक्ते स्तौति इति स्तौति इत्युक्ते प्रशंसा खलु प्रशंसा इति भवति आमां यत्र प्रशंसनीयं किमपि भवति चेत् स्तवनम् इति वक्तुं शक्यते अस्तु समीचीनम् अश्लेष महोदय अग्रे गच्छति गम् धातु गमनं समीचीनं प्रसाद् महोदय क्रीडति क्रीडतु क्रीडनं क्रीड इति धातु क्रीड केवलं क्रीडनं क्रीड हा समीचीनं क्रीड इति धातुः क्रीडनं क्रीडनं समीचीनम् अस्तु कुशलमहोदय तरति तर धातु तर तथा अस्ति तरणं विनोद महोदय वक्ति वच् धातु वक् वक्तनं वचनं समीचीनं सरिता भगिनी अग्रे चिन्तयति चिन्तधातु दशमगणे अस्ति चिन्तनं समीचीनं अग्रे चिन्तयनं नास्ति चिन्तनम् अस्ति वा चिन्तनं केवलं चिन्तनं विकरणप्रत्ययस्य कोऽपि प्राधान्यं नास्ति अत्र क्रियापदं नास्ति न तिङ् प्रत्ययं नास्ति अत्र विकरणप्रत्ययः अय इति अस्ति महोदय धातुः विकरणप्रत्ययः अय अधिकं ति अतः चिन्त इति धातुः विकरणप्रत्ययः अस्ति अय अन्ते तिङ् प्रत्ययः ति चिन्तयति परन्तु अत्र अय इति यत् विकरणप्रत्ययः अस्ति यथा भगिन्या उक्तं तत्र तथा अस्ति अतः यकारः न श्रूयते आमां समीचीनं अस्तु अत्युत्तमं करोतु अग्रे कः अस्ति भवानेव खलु आमाम् अपहरति अपहरणं हृधातु अधिकं ल्युट् अप इति उपसर्गः हरणम् अपहरणं हा हरति हृ इति धातुः हरणम् अप इति उपसर्गः अपहरणम् इति अस्ति अस्तु उदयकुमार महोदय अत्र उत्तिष्ठति स्थादातु उत्थानम् अत्र दत्तमस्ति एव उद् उपसर्गः उद् अधिकस्था उत् अधिकं स्था अस्ति उत्थानम् हा उत् इति उपसर्गः स्था इति धातुः ल्युट् इति प्रत्ययः उत्थानं भवान् उपसर्गः उद् अस्ति वा अथवा उत् अस्ति तत्र दष्ट्वा भवति तत् समीचीनमस्ति तत् परन्तु मूल उपसर्गः उत् अस्ति अथवा उद् अस्ति तकारः एव उत् इति अस्ति अस्तु समीचीनम् अग्रे अश्लेष महोदय परिवेषयति देशी धातु परि उपसर्गः परिवेषणम् इति अस्ति समीचीनम् अग्रे प्रसाद् महोदय उद्धरति धा धातु उपसर्ग उद्धरणम् धातु किमुक्तं महोदय धातुः किमस्ति द्रु धरति खलु हा यथा हृ हरति धृ धरति तथा अस्ति अत्र किम् अस्ति धातुः द्रु उपसर्गः किं क्षमताम् उपसर्गः तकारः वा दकारः तत् प्रधानमस्ति दकारः नास्ति दकारः अस्ति खलु पश्यतु उद्धरति पूर्वपटे उत् उत् इति दत्तमस्ति अष्टपञ्चाशदधिकशततमे पुटे दशम तृतीय अभ्यासस्य दशम एकादश समाजस्य इति तत्र उत् अधिकं ध्रुव अधिकं ध्रुव इति तत्र दकारः तत्र दोषः अस्ति महोदय अस्तु दकारः इति भवति तत्र न भवान् तत्र न दकार अथवा तकारस्य कोऽपि चिन्ता नास्ति तत्र जस्वसन्धिः भवति न उद्धारः इत्यर्थः भवति जस्वकारस्य आगमनः भवति चेत् जष्ट्वसन्धिः भवति उद् उत् उत् इति समीचीनमस्ति उत् अधिकधार ध्रु उद्ध उत् उत् उद् उद्धार इति भवति उद्धरणं वयं जानीमः तदेव परन्तु अन्तिमरूपं यत् भविष्यति तत्तु दकारः एव खलु ककारस्य स्थाने गकारः वयं जानीमः तत् दकारस्य स्थाने दकारः इति जष्ट्वसन्धिः भवति प्रथमगणस्य प्रथमसदस्यस्य स्थाने तृतीयः एवं तृतीयसदस्यस्य स्थाने प्रथमः वाक् वाग् वयं जानीमः एतत् विषये वयं चर्चितवन्तः एव तथा उत् तथा एव महोदय मम प्रश्नः अस्ति उद्धरणम् अस्ति वा उद्धारणम् अस्ति वा आकारः प्रायशः नास्ति इति चिन्तयामि उद्धरणमेव न तु उद्धारणम् उद्धरणं ध्रु धर् धरति एव अस्ति खलु धरति एव न तु धारण धा इति अन्यत् रूपम् अस्ति खलु धारी अस्ति चेत् उद्धारणं भवति उद् अधिकधारी धारयति उद्धारयति अस्ति चेत् उद्धारणं भवति परन्तु अत्र केवलम् उद्धरणम् इति अस्ति न तु आकारः किमर्थम् इत्युक्ते धृ इति धातुः अस्ति उद्धरति इति भवान् यत् वदति तत्र उद्धारयति खलु पठति पाठयति उद्धरति उद्धारयति खलु निजन्ते अस्ति धारी भवति न तत् तद्भिन्नरूपम् अस्ति णिजन्तम् अस्तु समीचीनं कः पठितवान् देवकान्तमहोदय इदानीं खलु कः दशमं कृतवान् इदानीं उद्धरति कस्य आसीत् अश्लेष महोदय प्रसाद महोदय अग्रे वदतु महोदय यतो उदाहरणं रिक्तानि स्थानानि पूरयत उदाहरणं परित्रायते परि त्रे अधिकं लिद् दातु परि दातु लुद् परि उपसर्गाणां परित्राणां दर्शनमस्ति अत्र दृष् दातु दर्शयते वा दर्शयते पश्यति पश्यति अधिकं पश्यति दृश् दर्शनं अत्र केवलं वदामः अत्र दर्शनम् इति दत्तमस्ति खलु तर्हि तिङ् प्रत्यये किं भवति पश्यति कुतः आगतः दृश् इति धातुः प्रत्ययः इदानीं ल्युट् प्रत्ययः योजनेन दर्शनम् इति रूपं भविष्यति इति वक्तव्यमस्ति इति अस्ति पुनः वदतु एकवारम् पश्यति तिङ् प्रत्यय ल्युट् प्रत्यये ल्युट् प्रत्यये दर्शनं भवति. धातुः धातु समीचीनं. दृश् धातुः ल्युट् प्रत्ययः दर्शनं इति अस्ति. समीचीनं. कुशलमहोदय अग्रे. दानं दा धातु अधिकम् अन् दानम् हलन्त इति नास्ति. नपुंसकलिङ्गं दानम् इति अस्ति. टिङ् प्रत्यये किं भवति? टिङ् प्रत्यये ददाति. अस्तु समीचीनं. विनोद महोदय अग्रे. आराधनम् आराधातु ल्युट् अन् आराधनम् अस्ति. तथा तथा अस्ति. तिङ् प्रत्यये आराधयति. प्रायः दशमगणे अस्ति खलु. सम्यक्तया उक्तम्. आराधयति यथा प्रक्षालयति तथा. अस्तु समीचीनं महोदय. सरिता भगिनी. ध्यानम् अध्यायी धातु ध्यायते आत्मनेपदी अस्ति. ध्यायते द्यै अधिक अन ध्यानम्. समीचीनम्. अग्रे देवकान्तमहोदय. प्रयाणं प्रायः उपसर्ग अस्ति. यति अस्ति वा प्रयाति अधियं ल्युट् प्रयाणं. प्र इति उपसर्गः या इति धातुः. ओके. तर्हि प्रयाणं नकारस्य णत्वं भवति. अस्तु अग्रे उदयकुमार महोदय. मरणं मृ धातु म्रियते इति क्रियापदं. मृ अधिकं ल्युट् अन मरणम् इति अस्ति. समीचीनम्. अश्लेष महोदय. संन्यासनं न धातु न जानामि. सन् धातु सम् इत्युक्ते उपसर्ग इति धातुः महोदय. अस्धातु. ओके. आम् उपसर्गद्वयम् अस्ति. आमां. तर्हि तिङ्प्रत्यये अस्ति अस्ति धातु अस् तर्हि संन्यसनम्. सम् इति उपसर्गः. नि इति द्वितीय उपसर्गः. अन्य एकमपि उपसर्गः अस्ति. अस् इति धातुः ल्युट् इति प्रत्ययः इति संन्यसनम् संन्यसनात् इति भवति इति दत्तमस्ति. अन्यत् रूपम् अस्तु. प्रसाद् महोदय. अत्र अर्पणमस्ति. उपसर्गः प्रू दातु वा अत्र अर्पि अर्पयति अर्पि अतः उपसर्ग नास्ति वा न अर्पि वा अर्प वा अर्पि वा धातु अर्पि इति भवति वा अर्पयति इति अस्ति अस्माकं क्रियापदं दशमगणे धातुः अस्ति अर्पि अर्पि धातु अर्प् अस्ति तिङ् प्रत्यये अर्पयति लुट् अर्पणं लुट् लुट् प्रत्यये अर्पणं लुट् अर्पणम् इति अस्ति अस्तु समीचीनं लोपस्य भवति अस्तु अस्तु अस्तु इकारान्तदातोः अति विरलः किल सन्ति एव निजन्द क्रियापदानि सन्ति खलु निजन्ते भवति परन्तु धातुः वदति वा क्रियापदं वदति वा क्रियापद धातु महोदय धातुः भवति भवान् देवकान्तमहोदय भवान् क्रियापदं वदति भिन्नभिन्नं विषयः अस्ति धातुः तु एव पूर्वे एव दत्तमस्ति क्रियापदम् अपि तिङ् प्रत्ययस्य प्रयोजनेन क्रियापदं भविष्यति अन्यरूपाणि तु प्रत्ययस्य योजनेन रूपाणि भवन्ति तर्हि सूत्राणि तु सर्वम् अस्ति एव इदानीम् अस्माकम् एतत् पुस्तकं केवलं अत्र केवलं साधारणतया दीयते कोऽपि सूत्राणि न सन्ति केवलं परिचयः एव एतत् सर्वं रूपाणि कथं भविष्यन्ति अग्रिमपुस्तके आयाति एतत् सर्वम् अस्तु अस्तु समीचीनम् अस्माकं बहु समयः नास्ति एकम् उदाहरणं चतुर्थ उदाहरणं ल्युट् प्रत्ययस्य प्राक् अस्ति कानिचन पदानि तत्र सन्ति तत् पठितुं शक्नुमः अद्य आगामिसप्ताहे कथा पठामः अन्यदपि करपत्रमस्ति तदपि पश्यामः अस्तु कुशलमहोदय प्रथमवाक्यं पठति वा जनिता चतुर्थ उदाहरणं तस्मिन्नेव अध्यायः जनिता चोपनेता च यस्य विद्यां पृच्छति प्रयच्छति महोदय कुत्र अस्ति चतुर्थ तस्मात् प्राक् पूर्वतनपुटे आगच्छतु पूर्वतनपुटे चतुर्थ उदाहरणम् अस्ति जनिता च पुनः पठतु महोदय जनिता चोपनेता च यस्य विद्यां प्रयच्छति केवलं तदेव एकमेव अत्र पश्यति वा अत्र नूल् प्रत्ययः अस्ति वा तृच् प्रत्ययः अस्ति वा कुत्र जनिता तृच् प्रत्यय जनिता चोपनेता तृच् प्रत्यय उपनेता इति अस्ति भोः महोदय च उपनेता अस्तु कुशलमहोदय शीघ्रमेव करिष्यामः अत्र वदतु जनिता तृच्प्रत्यये योचनेता तृच्प्रत्यये उपनेता खलु च इति अस्ति पदम् जनिता उपनेता तर्हि रूपाणि वदन्ति वा लिङ्गं किम् अस्ति उपनेता पुल्लिङ्गम् एकवचने जनिता दाता रूपं जनिता अपि पुल्लिङ्गम् एकवचनम् अस्तु अस्तु समीचीनम् अस्तु विनोद् महोदय अग्रे अन्नदाता भयत्राता पश्चेत्ते पितरः स्मृताः अन्नदाता तुच् प्रत्ययः लिङ्गं प्रथम एकवचनं पुलिङ्ग पुलिङ्गं अस्तु अग्रिमं भयत्राता तुच् प्रत्ययः भय पुलिङ्गः एकवचनम् अस्तु अग्रे अन्य कोऽपि अस्ति वा अन्य कोऽपि पदमस्ति वा प्रत्ययस्य पितरः पितरः पितरः न स्मृता तुच् प्रत्ययः स्मृदातु बहुवचने अस्ति स्मृता बहुवचनं स्मृदातु स्मृता भवति स्मृता नास्ति समीचीनं तत्र स्मर्ता इति भवति तत्र प्रत्ययः अस्ति अस्तु समीचीनम् अस्तु अग्रे भगिनी अग्रिमवाक्यं कर्ता कारयिता च एव प्रेरकः च अनुमोदकः कर्ता कारयिता त्रिच् प्रत्ययः अस्ति प्रेरकः अनुमोदकः अनुल् प्रत्ययः अस्ति क्रूधातु कर्ता कारी कारयिता अप्र अधिक इ प्रेरकः अनु अधिकमुद् अनुमोदकः इति अस्ति मुद् इति अस्ति समीचीनमस्ति अस्तु अत्युत्तमम् अग्रे देवकान्तमहोदय सुकृते दुष्कृते च एव चत्वारः सहभागिनः सुकृते कोऽपि प्रत्ययः नास्ति इति अस्तु समीचीनं किमपि नास्ति तत्र अस्तु अग्रे उदयकुमार् महोदय अत्र नास्ति धारकः तारकः अस्ति खलु कुत्र अस्ति महोदय द्वितीयं वा तृतीयं वा तृतीयं तृतीयं भवान् एव पठतु तृतीयं न पठितम् एतावत् पर्यन्तं ओके धारकः यातुदानानां तारको अत्र तारकः अपि अस्ति अस्तु धारकः तारकः इति अस्ति पालकः अपि अग्रिमं करोति अश्लेष महोदय करोति तत् तदेव वाक्यं धन्यवादः महोदय अश्लेष महोदय पालको जीवजातस्य नायको जयताद्धरिः पालकः अस्ति नूल् नायकः अस्ति नूल् इति अस्ति समीचीनं प्रसाद् महोदय कारको जीववृन्दस्य दायकः सर्वसम्पदां कारकः दायकः सर्वसम्पद इति नास्ति महोदय खलु कारकः दायकः प्रत्ययः किं प्रत्ययः अस्ति प्रत्ययः अस्तु समीचीनं कुशलमहोदय अग्रे सर्जिकः रक्षकः नूल् प्रत्ययः सर्जिको रक्षको सर्जिकः समीचीनम् अस्तु विनोद् महोदय पाठकः सर्वविद्यानां दायको गुणसम्पदः पाठकः दायकः प्रत्ययः किम् अस्ति पाठक नूल् प्रत्यय दायक नूल् प्रत्ययः इति अस्ति सरिता भगिनी पावकः वाहकः नूल् प्रत्यय इति अस्ति अस्तु समीचीनमस्ति समयः जातः समापयामः अत्र आगामिसप्ताहे करपत्रं प्रेषयामि एवं कथा अपि अस्ति कथा गृहपाठत्वेन पठन्ति चेत् शीघ्रमेव समापयितुं शक्नुमः एवम् अग्रे व्याकरणमस्ति आगामिसप्ताहे मिलामः. अस्तु, धन्यवादः, विरमामः. नमस्कारः. नमस्कारः. Oh.